गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र गुरुत्वम् इति नूतनगुणः इदानीं तत्र गुणस्य लक्षणवाक्यं तत्र आसीत् नाम आद्यपतनं यद् अस्ति तस्य असमवायिकारणं गुरुत्वम् इति तत्र आद्यपतनस्य कारणम् अस्ति गुरुत्वम् अपि केवलं कारणं नास्ति किन्तु असमवायिकारणमस्ति विशिष्टकारणमस्ति नाम वयं जानीमः कारणानि अनेकविधानि सन्ति तत्र समवायिकारणमस्ति प्रथमविधं तदनन्तरम् असमवायिकारणम् इति द्वितीयविधम् असमवायिकारणे अपि तत्र द्वैविध्यम् अस्ति इति दृष्टवन्तः किन्तु तद् मास्तु इदानीं केवलं तत्र प्रथमतया नाम सर्वोपरि प्रथमम् अस्ति समवायिकारणं तदनन्तरम् असमवायिकारणं यद् समवायिकारणं नास्ति असमवायिकारणं नास्ति किन्तु कारणमस्ति तत् कारणं निमित्तकारणम् इति भवति अतः अनेकानि निमित्तकारणानि भवन्ति किन्तु तत्र समवायिकारणम् एकमेव असमवायिकारणमपि तत्र केचन एव तत्र सन्ति किन्तु कानिचन एव सन्ति किन्तु तत्र निमित्तकारणानि अनेकानि भवितुम् अर्हन्ति इति अस्ति अतः एतद् गुरुत्वम् आद्यपतनस्य असमवायिकारणम् अस्ति इति तत्र लक्षणवाक्ये अस्ति अपि एतद् गुरुत्वं केवलं पृथिव्याम् अस्ति जले अस्ति अन्येषु द्रव्येषु नास्ति गुणः इति कृत्वा केवलं द्रव्ये एव भवितुम् अर्हति किन्तु सर्वेषु द्रव्येषु नास्ति केवलं पृथिव्याम् अस्ति जले अस्ति नाम तत्र वह्नौ नास्ति वायौ नास्ति इति तर्हि गुरुत्वं नाम भारः केवलं पृथिव्याम् अस्ति जले अस्ति इति उक्तम् अत्र अस्तु तत्र गतवर्गे वयं दृष्टवन्तः तत्र पतनम् इति एकमेव पतनम् इति नास्ति पतनस्य अनेकत्वं तत्र एव तत्र पतनस्य विशेषः अस्ति हा नाम तत्र यदि वयं तत्र कन्दुकम् उपरि तत्र क्षेपणं कुर्मः तत्र उपरि गच्छति किञ्चित् अनन्तरं तत्र एकक्षणं तत्र निश्चलः भवति कन्दुकः तदनन्तरं तत्र अधोभागे आगच्छति किमर्थम् इत्युक्ते तत्र गुरुत्वम् अस्ति इति कृत्वा अतः तत्र आद्यपतनं नाम तत्र उपरि गच्छति तत्र इतः वयं क्षेपणं कुर्मः तर्हि तत्र उपरि गच्छति एकक्षणं तत्र निश्चलः भवति तदनन्तरं पतनं भवति तत्र प्रथमक्षणे यत् पतनं तत् आद्यपतनम् इति चिन्तयतु द्वितीयक्षणे पुनः पतनं तृतीयक्षणे पुनः पतनम् इति अतः पतनस्य आवलिः नाम परम्परा भवति अतः तत्र पतनस्य अनेकत्वम् अथवा नानात्वम् अस्ति तर्हि तत्र प्रक्रिया इदानीं स्थूलरीत्या एतावत् उक्तवन्तः इदानीं किन्तु इदानीं तत्र प्रक्रिया का अस्ति इति इत्युक्ते तत्र नाम तत्र आद्यक्षणे नाम पतनक्रिया तत्र तया यस्मिन् आकाशदेशकन्दुकः ततः विभागः नाम तत्र अत्र अस्ति भित्तिः अस्ति इति चिन्तयतु अतः तत्र कन्दुकः अपि भित्तेः तत्र संयोगः अस्ति किन्तु प्रथमतया तत्र किं भवति तत्र विभागः भवति विभागेन एतस्य संयोगस्य नाशः भवति एतत् अधोभागे गच्छति तर्हि नाम विभागः तद्देश आकाशकन्दुकसंयोगनाशः नाम तस् यः तत् देशः तत्र तद्देश आकाशः आकाशः नाम तत् स्थलम् अपि तत्र कन्दुकं तयोः मध्ये यः संयोगः आसीत् तस्य नाशः देशान्तर अवच्छिन्न आकाशकन्दुकसंयोगान्तर उत्पत्ति संयोगान्तर इत्युक्ते नूतनसंयोगः नूतनसंयोगः इदानीं तत्र अत्र अस्ति नूतनसंयोगः अपि तत्र पतननाशः नाम प्रथमपतनस्य नाशः पतनं भवति, पतनम् इति कृत्वा तत्र विभागः भवति, विभागेन संयोग नष्टः भवति, संयोगनष्ट अभवत्, तदनन्तरं नूतनदेशः नूतनस्थलस्य अत्र संयोगः उत्पन्नः, तदा यदा एतत् संयोगः उत्पन्नः एतस्य पतनस्य नाशः, तर्हि एतत् पतनं कन्दुकम् इतः एतावत्पर्यन्तं नयति, पुनः नूतनपतनं इतः एतावत् नयति इति चिन्तनम्। अतः तत्र नूतनपतनस्य उत्पत्तिः इत्यादि क्रमेण पतनपरम्परा कन्दुके भवति। अत्र विशेषः किमस्ति, परन्तु द्वितीयादिपतनं न गुरुत्वेन उत्पद्यते, तत्र वेगः इति नाम यत् संस्कारः अस्ति तदेव, सः वेगः एव कारणमस्ति द्वितीयपतनस्य तृतीयपतनस्य सर्वस्य। केवलम् आद्यपतनं निश्चलः अस्ति, तदनन्तरं पतति, प्रथमपतनम् आद्यपतनं तस्य कारणमस्ति गुरुत्वम् इति। अस्तु, तत्र नूतनतया नीता भगिनी, नमस्कारः। नमस्कारः आचार्य, नमो नमः। नमस्कारः, नमस्कारः। अस्तु, तर्हि एतावत् अस्माभिः पठितम् अस्ति, तर्हि अस्मिन् प्रसङ्गे कोऽपि प्रश्नः अस्ति वा आचार्य? आद्यपतनस्य यत् कारणमस्ति गुरुत्वं, तत् गुरुत्वं कन्दुके विद्यमानं गुरुत्वं वा? आमामाम् आमां सत्यं, नाम तत्र गुणः वेट् इति चिन्तयतु, गुरुत्वम् इति, गुरुत्वस्य कारणं नाम तत्र भूमिः अस्ति इति कृत्वा तत्र ग्राविटि इति तस्य कारणमस्ति, किन्तु यत् साक्षात् कन्दुके अस्ति सः गुणः वेट् इति भारः, तदेव तदेव गुरुत्वम् इति अस्ति। अतः तत्र तेन प्रथमपतनं प्रथमक्षणे यत् पतनं भवति तस्य कारणं गुरुत्वं, तदनन्तरं तत्र सर्वं तत्र संस्कार वेगाख्य संस्कारः इति एव अस्ति। तर्हि प्रथमपतनस्य कारणम् असमवायिकारणं वर्तते वा? न न, प्रथमपतनस्य असमवायिकारणम् अस्ति गुरुत्वम् इति, किन्तु असमवायि त्यजम् असमवायि इति इदानीं मास्तु, प्रथमस्य कारणमिति चिन्तयामः, कारणं कन्दुकस्य गुरुत्वम् इति गुणः नास्ति वा? कन्दुकस्य गुरुत्वं नाम कन्दुकस्य गुरुत्वम् एव गुरुत्वम् एव पतनस्य कारणमस्ति कन्दुकं, गुरुत्वं कन्दुकस्य यः भारः अस्ति तद् गुरुत्वं तद् गुणरूपेण नास्ति वा कन्दुके? गुणरूपेण एव अस्ति, सत्यं। तर्हि गुणगुणिनोः तु समवायिकारणमस्ति किल? सत्यं सत्यं, किन्तु प्रथमतया समीचीनं भगिनि, गुरुत्वम् इति गुणः, गुणः सत्यमेव द्रव्ये समवायसम्बन्धेन वर्तते खलु, सत्यम्। तावत्पर्यन्तं सत्यं, समीचीनं। प्रथमतया कारणम् इति, कारणम् इति अङ्गीकारः अस्ति खलु? अस्तु, इदानीं तत्र अग्रे द्रक्ष्यामः तत्र कारणं कीदृशम् इति। अस्तु, तत्र इदानीं तत्र एतत् अस्माभिः तत्र गतवर्गे द्रष्टं, किन्तु इदानीं तत्र कारणस्य किञ्चित् पुनस्मरणं कुर्मः। तर्हि तत्र प्रथमतया अत्र एव तत्र किञ्चित् स्थलमस्ति तत्र, अत्र चिन्तयामः। तर्हि अस्माकम् उदाहरणं नाम तत्र घटः इति अस्ति, घटस्य कारणं किमस्ति, प्रथमकारणं किमस्ति घटस्य? कपालः। अस्तु, समीचीनं। तर्हि घटस्य कारणं कपालः। इदानीं तत्र कीदृशं कारणमस्ति कपालः घटस्य? समवायि, समवायिकारणम् समवायिकारणमस्ति. तर्हि तत्र घटः घटस्य समवायिकारणमस्ति कपालः इति समीचीनं. तर्हि तत्र लक्षणं तत्र कथं जानीमः? तत्र एतत् कारणमेव समवायिकारणं, नाम समवायिकारणस्य लक्षणं किमस्ति? नाम का प्रथमतया कारणं, कारणम् इति कारणस्य निकषत्रयमस्ति. कोऽपि स्मरति, कापि स्मरति वा? कार्यकारणयोः तत्र किमपि कार्यमस्ति इति तत्र स्थापितुम् इच्छामः. कारणेन कार्याधिकरणे भवति, सर्वदा भवेत्, उत्पत्तेः पूर्वक्षणे अपि भवेत्. हा उत्तमं भगिनि. अतः कार्यस्य अपि कारणस्य अधिकरणं समानं भवेत्. हा उत्तमं. सो अतः समानाधिकरणीयं भवेत् तयोः. समानाधिकरणीयं भवेत्. हा तदनन्तरं सर्वदा भवेत् अपि पूर्वस्मिन् क्षणे, उत्पत्तेः पूर्वक्षणे भवेत्. हा भवेत्. हा तत्र तत्र समानाधिकरणं भवेत् इति अवगच्छामः. पूर्वस्मिन् क्षणे नाम घटोत्पत्तिः, घटस्य कारणम् इत्युक्ते घटस्य उत्पत्तेः पूर्वं पूर्वक्षणे तत् तस्मिन् अधिकरणे भवेत्. नाम यदा वयं चिन्तयामः तत्र घटस्य उत्पत्तिः तत्र किमपि भवति तस्मिन् कार्यस्य यत् अधिकरणं तस्मिन्नेव अधिकरणे कारणमपि भवेत्. कारणं तत्र एकदिनं पूर्वम् आसीत् इति किमपि अस्ति इति कृत्वा तत् घटस्य कारणं न भवति. पूर्वस्मिन् क्षणे, उत्पत्तेः पूर्वस्मिन् क्षणे भवेत् इति. अपि किमर्थं नाम सर्वदा भवेत् इत्युक्ते, नाम सर्वम् इत्युक्ते तत्र सर्वदा इत्युक्ते नित्यं भवेत् इति न अर्थः. यदा यदा घटस्य उत्पत्तिः भवति तदा तदा एतत् कारणं तत्र भवेत् इति. केवलम् एतस्य घटस्य उत्पत्तेः मध्ये एतत् अस्ति इति न, यदा यदा घटस्य उत्पत्तिः भवति तदा तदा तत् कारणमपि भवेत्. नाम जलम् इति कारणमिति चिन्तयामः घटस्य, अथवा चक्रः अथवा चक्रम् अथवा दण्डः, कुलालः, नाम कुलालं विना तत्र घटस्य निर्माणं न भवति. अतः कुलालः सर्वदा, नाम यदा यदा घटस्य उत्पत्तिः भवति तदा तदा कुलालः भवेत् इति. अतः सर्वदा भवेत्, समान अधिकरणे भवेत्, घटस्य उत्पत्तेः पूर्वक्षणे अधिकरणे भवेत् इति. अस्तु, निकषत्रयं समीचीनं. हा इदानीम् अत्र वयं चिन्तयामः कपालः एव घटस्य कारणं, समवायिकारणमपि इति उक्तवन्तः. तर्हि कपालः कारणमस्ति, कारणमस्ति चेत् तत्र समानाधिकरण्यं भवेत्. तर्हि अधिकरणं किं? तत्र समानाधिकरण्यम् अस्ति इति कथं प्रदर्शयामः वयम्? कपालः घटस्य कारणं, तर्हि कपालः अपि घटः तयोः समान अधिकरणं भवेत्. तर्हि समान अधिकरणं किम् अस्ति? कपालः एव. कपालः एव उत्तमम्. तर्हि कपालः एव अधिकरणं, तर्हि कपालः अधिकरणमस्ति. अत्र कार्यम् इति घटः कपाले अस्ति, कपालः एव अपि अधिकरणे भवेत्. अत्र एतत् कारणम्, एतत् कार्यम्. कपालेन विना घटः न नोत्पद्यते इति किल? हा सत्यम्. अतः कारणमिति जानीमः, सत्यं सत्यं. किन्तु यथा भवत्या उक्तं, नाम समानाधिकरणं भवति इति उक्तं खलु, तर्हि अधिकरणं किम् इति प्रश्नः भवति खलु. तर्हि वक्तव्यमस्ति अधिकरणं समान अधिकरणं, तर्हि अधिकरणं समानमिति द्रष्टव्यमस्ति, प्रदर्शनीयमस्ति. तर्हि कारणं कपालः, कार्यं घटः, तयोः अधिकरणं समानं, नाम कपालः इति उक्तवन्तः. तर्हि अत्र घटः केन सम्बन्धेन कपाले अस्ति? समवायसम्बन्धेन. समवायः इति सम्बन्धः. कपालः केन सम्बन्धेन कपाले अस्ति? तादात्म्यसम्बन्धेन इति अस्ति. तादात्म्यसम्बन्धः इति उत्तमं. तर्हि तत्र अस्माकं तत्र कारणं तादात्म्यसम्बन्धेन अधिकरणे अस्ति, कार्यं समवायसम्बन्धेन अधिकरणे अस्ति. अतः तत्र अस्माकं तत्र वाक्यं किं भवति? तत्र कारणम् अधिकरणे स्थित्वा कार्यं जनयति इति लघुवाक्यमस्ति. मम कपालः इति कारणं, कपालः इति अधिकरणे स्थित्वा घटं जनयति इति लघुवाक्यं. किन्तु तस्मिन् वाक्ये अन्यानि पदानि अपि आसन्. कापि स्मरति वा तत्र? कपालः तादात्म्यसम्बन्धेन. उत्तमं. तादात्म्यसम्बन्धेन कपाले स्थित्वा समवायसम्बन्धेन घटः कार्यम् उत्पद्यते. ओके. समवायसम्बन्धेन घटं जनयति. घटं जनयति. अतः कपालः तादात्म्यसम्बन्धेन अधिकरणे स्थित्वा समवायसम्बन्धेन घटं जनयति इति अस्ति. एतदेव तत्र समवायिकारणस्य लक्षणम्. अत्र लक्षणम् अस्ति, एतद् लक्षणमस्ति समवायिकारणस्य. नाम समवायिकारणस्य लक्षणम् समवायिकारणं यत्र अस्ति तत् तत्र किं भवति? एकः सम्बन्धः समवायः, अन्यः सम्बन्धः तादात्म्यः. तत्र कारणस्य कारणं तादात्म्यसम्बन्धेन अस्ति, कार्यं समवायसम्बन्धेन अस्ति. अत्र पुनः अस्माकं तत्र इतोपि दीर्घं वाक्यमासीत्. यत् प्रथमं वाक्यमासीत् तत्र कपालः इति कारणं, कपालः इति अधिकरणे स्थित्वा घटं, घटः इति कार्यं, घटम् इति कार्यं जनयति इति लघुवाक्यं. तत्र अन्यानि पदानि आयोजितवन्तः. कपालः तादात्म्यसम्बन्धेन स्थित्वा अधिकरणे स्थित्वा समवायसम्बन्धेन घटं जनयति इति. तस्य अन्या रीत्या अपि तत्र वक्तुं शक्नुमः. तत्र कपाले कपालः कारणमिति कृत्वा कपाले किम् अस्ति? कारणता अस्ति. घटः कार्यमिति कृत्वा घटे कार्यता अस्ति. कारणस्य अवच्छेदकं किम् इत्युक्ते तादात्म्यसम्बन्धः. तत् कथं कारणम् अस्ति? तादात्म्यसम्बन्धेन कारणम् अस्ति, नाम तादृशं कारणम् इति. कार्यतायाः कार्यता या अस्ति तस्याः अवच्छेदकः अस्ति समवायः. अतः तत्र अतः तादात्म्यसम्बन्धावच्छिन्नकारणता कपाले अस्ति, अपि समवायसम्बन्धावच्छिन्न कार्यता घटे अस्ति इति आसीत्. अतः तत्र इदानीं यदि एतत् पठामः इदानीं तत्र समीचीनं भवति इति मन्ये. तर्हि तत्र उषा भगिनी इत्र इदं पतनम् इति तत्र इदं पतनं गुरुत्व अधिकरणे समवायेन अस्ति इति कार्यता अवच्छेदकसम्बन्धः समवायः इत्थमेव अग्रे पठामः इत्थमेव कारणता अवच्छेदकसम्बन्ध अंशः अपि चिन्त्यम् अतः समवायसम्बन्ध अवच्छिन्न समवायसम्बन्ध अवच्छिन्न आद्यपदननिष्ठ कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणता गुरुत्वे भवति तादृशकारणता आश्रयत्वं गुरुत्वस्य लक्षणम् अतः तत्र अतः तत्र एतत् वाक्यं यत् अस्ति तत्र अभ्यासार्थम् अभ्यासार्थम् अत्र कुर्मः तत्र अत्र कारणता इति अस्ति खलु तर्हि तत्र तत्र कारण तर्हि तत्र कपालः इदानीं कारणता इति अपि लिखामः तर्हि तत्र क्षम्यतां किं कृतवान् अस्तु हा अस्तु अस्तु तर्हि कपालः कारणता घटः कार्यता कार्यता कारणतयोः मध्ये निरूप्यनिरूपकभावः अस्ति अपि कारणता तत्र तादात्म्यसम्बन्धेन अवच्छिन्ना अस्ति कार्यता समवायसम्बन्धेन अवच्छिन्ना अस्ति अतः अत्र वाक्यं किं भवति तत्र कार्यता घटे अस्ति इति अन्ते भवेत् तदा वयं किं कुर्मः तत्र कपालनिष्ठ तादात्म्यसम्बन्धावच्छिन्नकारणता निरूपित समवायसम्बन्धावच्छिन्नकार्यतायाः आश्रयः घटः घटः अत्र आश्रयत्वं घटे इति अस्तु तर्हि एतस्य अभ्यासः भवेत् तर्हि तत्र हा चन्द्रमती भगिनी नमस्कारः हा तर्हि मृळनी भगिनी तत्र घटः इति आरभ्य कपालपर्यन्तं गच्छति वा आरभ्य कपालपर्यन्तं घटनिष्ठ समवायसम्बन्धावच्छिन्नकार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्नकारणता कपाले हा कारणतायाः आश्रयत्वं आश्रयत्वम् अथवा आश्रयः कपालः उत्तमं हा समीचीनम् अस्तु इदानीम् उषा भगिनी इदानीं तत्र अस्मिन् अस्यां दिशि महोदय तादात्म्यसम्बन्ध अवच्छिन्न कारणता कारणता आश्रयः कपालः इति आरभ्य तर्हि कपालनिष्ठ कपालनिष्ठ तादात्म्यसम्बन्धेन अवच्छिन्नकारणता निरूपित कार्यता समवायसम्बन्ध अवच्छिन्न कार्यता निष्ठ घटः न न कार्यता निष्ठ इत्युक्ते घटः कार्यतायां घटः एव घटः एव अधोभागे अधोभागे गच्छामश्चेत् आश्रयः आश्रयः तर्हि पुनः पुनः आरम्भ पुनः ओके कपाल कपाल निष्ठ निष्ठ तादात्म्यसम्बन्ध अवच्छिन्नकारणता निरूपित समवायसम्बन्ध अवच्छिन्नकार्यता कार्यतायाः आश्रयः घटः हा इति अस्ति उत्तमं भगिनि हा अस्तु नीता भगिनि इदानीं तत्र विपरीततया घटः इति आरभ्य कपालपर्यन्तं घटनिष्ठ तादात्म्यसम्बन्धाव घटनिष्ठ क्षम्यता समवा घटनिष्ठ समवायसम्बन्धावच्छिन्न कार्यता निरूपिता कारणता तादात्म्यसम्बन्धावच्छिन्न कारणतायाः आश्रयः कपालः हा उत्तमम् अस्तु समीचीनम् अस्तु चन्द्रमती भगिनी इदानीं कपालः आरभ्य आचार्य तत्र निरूपित वदनसमये तत्र समस्तपदं भवति वा यदा निरूपिता वदामः तर्हि तस्य तत्र सत्यं किन्तु तत्र निरूपिता इति एकं पदम् इति चिन्तयामः अतः तत्र निरूपिता किन्तु समस्तपदम् अस्ति चेत् निरूपितकार्यत निरूपित समवायसम्बन्धावच्छिन्नकार्यता इति सत्यं भगिनि तत्र समस्तपदमस्ति चेत् तत्र निरूपित इति तत्र ह्रस्वकारः अन्ते सत्यं यथा अत्र अस्ति कार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता इति तथा अस्तु चन्द्रमती भगिनी इदानीं तत्र कपालः इति आरभ्य घटपर्यन्तम् चन्द्रमती भगिनी अस्तु महोदय वाक्यं तत्र इतः आरभ्य कपालनिष्ठ तत्र कारणता कार्यतनिष्ठ कपालनिष्ठ कारणता निरूपित कार्यः घटः समीचीनं हा इति लघुवाक्यम् इदानीं कारणता तादात्म्यसम्बन्धावच्छिन्ना अस्ति कार्यत नाम कपालः अधिकरणे तादात्म्यसम्बन्धेन अस्ति घटः समवायसम्बन्धेन अस्ति अधिकरणे इति वदामः अतः कारणतायाः अवच्छेदकः तादात्म्यसम्बन्धः कार्यतायाः अवच्छेदकः समवायसम्बन्धः अतः कपालनिष्ठ तादात्म्यसम्बन्धाव पुनः वदतु महोदय कपालनिष्ठ तादात्म सम्बन्धावच्छिन्ना कारणता तादात्म्यसम्बन्धावच्छिन्न कारणता निरूपित कार्य समवायसम्बन्धावच्छिन्न कार्यदा आशयः घटः घटः समीचीनं हा आशयः घटः अथवा अन्यरीत्या वक्तुमिच्छति चेत् कार्यतायाः आश्रयत्वं घटे अस्ति अथवा कार्यता घटे अस्ति इति कपालनिष्ठ तादात्म्यसम्बन्धावच्छिन्न कारणदा निरूपित समवायसम्बन्धावच्छिन्न कार्यता आश्रयः घटे अस्ति आश्रयः घटः अथवा आश्रयत्वं घटे अस्ति घटे अस्ति अथवा तत्र कार्यता इव घटे अस्ति कार्यता घटे अस्ति अतः तत्र विविधाः तत्र अन्यशैली अपि अस्ति अस्तु अत्र इदानीम् अतः तत्र समवायिकारणस्थले किं भवति एकः सम्बन्धः तादात्म्यसम्बन्धः अन्यः सम्बन्धः समवायः कस्य तादात्म्यसम्बन्धः कारणस्य कारणं तादात्म्यसम्बन्धेन अधिकरणे अस्ति कार्यं तु समवायसम्बन्धेन अधिकरणे अस्ति वयं जानीमः कार्यकारणकार्ययोः समानाधिकरणीयं भवेत् समान अधिकरणम् अस्ति इति जानीमः इदानीम् अत्र घटः कपालः तयोः मध्ये कार्यं कारणम् इति आसीत् इदानीम् अत्र अस्माकं मूलविषये किम् अस्ति मूलविषये तत्र एतत् सर्वं नास्ति अस्माकं मूलविषये तत्र किं किम् अस्ति इत्युक्ते अत्र लिखामः तत्र अत्र लिखामः तर्हि तत्र गुरुत्वम् आद्यपतनम् इति कार्यता आद्यपतनम् इति तत् कार्यम् तत् कार्यमस्ति तथा आद्यपतनम् इति कार्यं गुरुत्वम् इति कारणम् कारणम् इति आद्यपतनम् इति तत्र तर्हि पतनम् इति अत्र उभयत्र सम्बन्धः समवायसम्बन्धः अस्ति अतः असमवायकारणं वा असमवायि समीचीनं भगिनि तदेव अस्ति उत्तमं भगिनि अतः गुरुत्वम् इति कारणं पतनम् इति कार्यं तत्र अधिकरणं किं किम् अस्ति अधिकरणमस्ति कन्दुकः नाम गुरुत्वम् इति गुणः पतनम् इति कर्म अथवा क्रिया क्रियाक्रियावतोः अपि समवायिकारणं गुणगुणिनोः अपि समवायिकारणम् सः तत्र एतत् वयं पूर्वं दृष्टवन्तः तत्र अस्माकम् असमवायिकारणस्य उदाहरणम् एकवारं पश्यामः तर्हि तत्र किमस्ति अत्र इदानीं तत्र कपालः अस्ति अपि घटः अस्ति कपालः घटस्य कारणम् इति जानीमः एतावत् दृष्टवन्तः कपालः एव तत्र समवायिकारणमस्ति घटस्य कपालः तादात्म्यसम्बन्धेन अधिकरणे अस्ति अपि घटः समवायसम्बन्धेन कपाले अस्ति कपालः घटस्य समवायिकारणम् इदानीं कपालद्वयं स्वीकृत्य एव घटस्य निर्माणं भवति कपालद्वयं स्वीकृत्य एव घटस्य निर्माणं भवति अतः कपालद्वयं यदस्ति तत्र तयोः मध्ये संयोगः संयोगं कृत्वा एव तत्र घटस्य निर्माणं तर्हि कपालद्वयसंयोगः अपि कारणमस्ति घटं प्रति यदि संयोगः न भवति तावत्पर्यन्तं घटस्य निर्माणं न भवति अतः कपालद्वयसंयोगः अपि कारणमस्ति घटं प्रति इदानीं तत्र प्रश्नः उदेति कीदृशं कारणम् अस्ति कपालद्वयस्य संयोगः तर्हि तत्र उत्तरमस्ति अस्तु संयोगः इति गुणः कपालद्वयसंयोगः तर्हि संयोगः कपाले समवायसम्बन्धेन अस्ति कार्यमस्ति घटः तदपि घटः अपि समवायसम्बन्धेन अधिकरणे अस्ति अत्र अधिकरणमस्ति कपालः कारणमस्ति संयोगः कार्यमस्ति घटः अतः तत्र संयोगः समवायिकारणं नास्ति यतोहि तत्र सम्बन्धः सर्वदा समवायः एव तादात्म्यसम्बन्धः अत्र नास्ति अतः संयोगः इति नूतनविधकारणमस्ति घटस्य तत् कीदृशम् इत्युक्ते असमवायिकारणम् अत्र असमवायिकारणं तर्हि तत्र प्रथमवाक्यं वदामः तत्र संयोगः आदिकरणे कपाले स्थित्वा घटं जनयति इति लघुवाक्यम् इदानीं तत्र सम्बन्धम् अपि आयोजित्वा वदामः तर्हि तत्र नीता भगिनी वदति वा कपालद्वयसंयोगः लघुवाक्यमस्ति संयोगः कपालं तत्र संयोगः इति कारणं कपालः इति अधिकरणे स्थित्वा घटं जनयति इति लघुवाक्यम् इदानीं केन सम्बन्धेन स्थित्वा केन सम्बन्धेन जनयति इति कपालद्वयसंयोगः इति समवायि सम्बन्धेन कपाले स्थित्वा घटं जनयति समवायेन घटं जनयति कपालद्वयसंयोगः समवायेन कपाले स्थित्वा समवायेन घटं जनयति इति अस्ति उत्तमं भगिनि अग्रे तर्हि तत्र मृणली भगिनि इदानीं तत्र अवच्छिन्ना इति उक्त्वा यथा वयं पूर्वं कृतवन्तः तर्हि कपाल तत्र संयोगे कारणता अस्ति घटे तत्र कार्यता तर्हि समवायसम्बन्धावच्छिन्न कपालद्वयसंयोगनिष्ठ कारणता निरूपित समवायसम्बन्धावच्छिन्न कार्यता घटे घटे घटे अस्ति अस्ति उत्तमं इदानीं विपरीततया तर्हि तत्र चन्द्रमती भगिनी विपरीततया घटे कार्यता अस्ति, संयोगे कारणता अस्ति. अतः समवायसम्बन्ध अवच्छिन्न कार्यता घटनिष्ठकार्यता समवायसम्बन्ध अवच्छिन्न खडनिष्ठकार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कपालसंयोगनिष्ठ कारणता किन्तु उपरि कारणता इति अस्ति, अतः अधोभागे गच्छामः. तर्हि तत्र घटनिष्ठकार्यतानिरूपितसमवायसम्बन्ध आवच्छिन्न कारणता संयोगे इति. कपालनिष्ठ समवायसम्बन्ध अवच्छिन्न कार्यता कार्यतानिरूपित कार्यता समवायसम्बन्ध अवच्छिन्न कपालनिष्ठ तत्र एतत् यदि करोमि चेत् प्रायशः तत्र घटः इति वद् लिखामि, तत्र संयोगः अत्र कार्यता कारणता. हा इदानीं वदतु, संयोगपर्यन्तं गन्तव्यं घटः इति आरभ्य. खडनिष्ठिन्न खडनिष्ठकार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणता आश्रयः संयोगः संयोगः उत्तमम्, अथवा कारणता संयोगे अस्ति, संयोगे अस्ति. हा अस्तु, इदानीं तत्र उषा भगिनी, इदानीं तत्र संयोगः इति आरभ्य तत्र घटपर्यन्तं संयोगनिष्ठ समवायसम्बन्ध समवायसम्बन्ध अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कारणता निरूपित कारणतानिरूपित समवायसम्बन्ध अवच्छिन्न कार्यतायाः आश्रयः घटः अस्तु. अतः तत्र वयम् असमवायकारणस्य उदाहरणं यत् पूर्वम् अस्माभिः पठितं तत्र वाक्यं कथं भवति इति दृष्टवन्तः. इदानीम् अस्माकं मूल इदानीं मूलविषयः यत्र गुरुत्वम् अपि पतनं. तर्हि गुरुत्वम् इति कारणं, पतनम् इति कार्यं, कङ्कः इति अधिकरणं, पतनं क्रिया अस्ति इति कृत्वा तत्र सम्बन्धः अस्ति समवायः, गुरुत्वं केन सम्बन्धेन कन्दुके अस्ति तत्रापि द्रव्ये समवायः समवायः एव. अतः अत्रापि सम्बन्धः समवायः, अत्रापि सम्बन्धः समवायः. अतः तत्र गुरुत्वं कारणमित्युक्ते तस्मिन् कारणता अस्ति गुरुत्वे. कीदृशी कारणता इत्युक्ते वयं किं वदामः, तत्र समवायसम्बन्धावच्छिन्न पतननिष्ठ आद्यपतननिष्ठ कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता गुरुत्वे. एतदेव अत्र अस्ति, समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठा खलु, समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठा कार्यता. एतत् एषः भागः खलु, समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठ आद्यपतननिष्ठ कार्यता निरूपित निरूपित इतः समवायसम्बन्धावच्छिन्नकारणता गुरुत्वे कारणता अस्ति कारणता समवायसम्बन्धावच्छिन्ना अस्ति तादृशी कारणता गुरुत्वे अतः समवायसम्बन्धावच्छिन्नकारणता गुरुत्वे भवति एतदेव तादृशकारणता आश्रयत्वं गुरुत्वस्य लक्षणम् तत्र लक्षणम् इति यदि वदामः तत्र आश्रयत्वम् इति एव तत्र वक्तव्यं तदेव जानीमः आश्रय अस्ति अतः आश्रयत्वं गुरुत्वे अस्ति तत्र लक्षणं लक्ष्ये भवति अतः आश्रयत्वं गुरुत्वस्य लक्षणम् इति अत्र उक्तं तर्हि तत्र हा पुनः अभ्यासः भवेत् तर्हि तत्र नीता भगिनी तत्र कारणता कीदृशी गुरुत्वस्य कारणता कीदृशी आम् कारणता ततः आरभ्य वदामि एवं वा कारणता इत्युक्ते गुरुत्वे कारणता अस्ति अतः अन्य अन्यभागः अतः कार्यता इति आरभ्य अस्तु समवाय समवाय समवायसम्बन्धाव समवायसम्बन्धावशिष्ट अवच्छिन्न समवायसम्बन्धावच्छिन्न कार्यताय कार्यता कार्यता पतननिष्ठ पतननिष्ठ कुत्र अस्ति कार्यता समवायसम्बन्धावच्छिन्न कार्यता पतननिष्ठ कार्यता समवायचिन्न अवच् समवायसम्बन्धावच्छिन्न कार्यता पतननिष्ठ कार्यताया नाम भगिनी नाम तत्र प्रथमतया तत्र किं भवति नाम तत्र कार्यता कीदृशी इति वदामः तत्र कार्यता कीदृशी इत्युक्ते एकं विशेषणमस्ति समवायसम्बन्धावच्छिन्ना इति सकार्यता समवायसम्बन्धेन अवच्छिन्ना अस्ति अन्यत् अस्ति अन्यत् विशेषणमस्ति पतननिष्ठा पतने अस्ति इति कार्यता पतने अस्ति पतननिष्ठकार्यता अतः समवायसम्बन्धावच्छिन्ना इति प्रथमविशेषणं पतननिष्ठा इति द्वितीयविशेषणं तदनन्तरं विशेषं कार्यता इति अस्तु समवायसम्बन्धावच्छिन्न पतननिष्ठकार्यतायाः आश्रयः कार्यता निरूपित गुरुत्वम् कार्यता निरूपित कारणता कीदृशी कारणता अपि अवच्छिन्न समवायसम्बन्धावच्छिन्न कारणता गुरुत्वे अस्ति अस्ति एतावत् पुनः एकवारं वदामि समवायसम्बन्धावच्छिन्न पतननिष्ठकार्यता निरूपितकारणता समवायसम्बन्धावच्छिन्नकारणता गुरुत्वे अस्ति तत्र कार्यता अनन्तरं निरूकार्यता निरूपित कारणता किन्तु कारणता इति न वक्तव्यं कारणता इति मनसि भवेत् किन्तु तस्मात् विशेषणानि यानि सन्ति तेषां तत्र तत्र तद् तद् वक्तव्यं तन्नाम तत्र समवायसम्बन्धावच्छिन्नकारणता इति समवायसम्बन्धावच्छिन्नकारणता गुरुत्वं पुनः एकवारं वदामि समवायसम्बन्धावच्छिन्न पतननिष्ठकार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता गुरुत्वे अस्ति इति अस्ति उत्तमं भगिनि अस्तु धन्यवादः। अस्तु अग्रे मृणालिनि भगिनि, इदानीं कार्यता कीदृशी इति। तर्हि गुरुत्वम् आरभ्य न सत्यं गुरुत्वनिष्ठ समवायसम्बन्धावच्छिन्नकारणता निरूपित समवायसम्बन्धावच्छिन्नकार्यतायाः आश्रयत्वं पतने इति अस्ति। उत्तमं भगिनि, इदानीं समीचीनम्। अस्तु चन्द्रमति भगिनि, इदानीं तत्र कारणता कीदृशी इति। समवायसम्बन्ध अवच्छिन्न पदननिष्ठ कार्यता कार्यता आश्रयः अल कार्यता कार्यता समवायसम्बन्धनिरूपित समवायसम्बन्धावच्छिन्न कारणतायाः आश्रयः गुरुत्वम्। पुनः एकवारं वदतु भगिनि, समीचीनं। समवायसम्बन्धावच्छिन्न पदननिष्ठ कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणतायाः आश्रयः गुरुत्वम् इति अस्ति। अस्तु महोदय, कन्दुकं न आगच्छति वा? किं भगिनि, वाक्ये कन्दुकं न आगच्छति वा अत्र? अत्र कन्दुकं नास्ति, यतोहि तत्र लक्षणं कीदृशम् इति, नाम गुरुत्वस्य लक्षणम् अत्र अस्ति, अतः गुरुत्वं गुरुत्वम् इति लक्ष्यम्, अतः गुरुत्वस्य लक्षणम् इत्युक्ते किम् इत्युक्ते तत्र कारणता, सा कारणता कीदृशी, समवायसम्बन्धावच्छिन्नकारणता, केवलं तद् न, सा कारणता कार्यतया निरूपिता अस्ति, सा कार्यता कीदृशी इति पुनः, तर्हि सा कार्यता पतननिष्ठा अस्ति, अपि समवायसम्बन्धावच्छिन्ना कार्यता अस्ति, तादृशी कार्यता या अस्ति तया निरूपितकारणता अपि समवायसम्बन्धावच्छिन्न अस्ति, तादृशी कारणता एव तस्य तस्याः आश्रयत्वम् एव गुरुत्वस्य लक्षणम् इति भवति। यतोहि वदतु भगिनि, पदनक्रियायाः आश्रयत्वं गुरुत्वे पतनक्रियायाः न पतनक्रिया कन्दुके भवति, गुरुत्वमपि कन्दुके एव भवति, किन्तु पतनमपि गुरुत्वं तयोः मध्ये कार्यकारणभावः अस्ति, तयोः मध्ये गुरुत्वं कारणमस्ति, पतनं कार्यमस्ति, गुरुत्वेन एव पतनं भवति आद्यपतनं, अतः गुरुत्वं कारणमस्ति, पतनं कार्यमस्ति, अतः गुरुत्वे कारणता अस्ति, पतने कार्यता अस्ति, अतः कारणता कीदृशी, एतद् कारणमेव, एतत् कारणमस्ति इति एव लक्षणवाक्ये अस्ति खलु, नाम आद्यपतनस्य असमवायीकारणं गुरुत्वम् इति लक्षणवाक्यम् अस्माकं मूलग्रन्थे, अतः तद् लक्षणं कथम् इति वक्तव्यमस्ति, अतः एतद् वाक्यं भवति गुरुत्वे अस्ति इति। अतः एतत् सर्वं वयम् अत्र स्थित्वा एव एतत् सर्वं वयं कृतवन्तः, तत्र कन्दुकः इति नासीत्, किन्तु कन्दुकः अपि तत्र कन्दुकमपि योजयित्वा वक्तुं शक्नुमः, नाम गुरुत्वं तत्र वाक्यं किं भवति, गुरुत्वं पतनं जनयति इति लघुवाक्यं, पुनः गुरुत्वं समवायसम्बन्धेन वदति वा चन्द्रमति भगिनि, गुरुत्वं समवायसम्बन्धेन कन्दुके स्थित्वा समवायसम्बन्धेन पतनं जनयति इति वाक्यं, तत्र अधिकरणस्य अपि उल्लेखः भवति। अत्र यदि वयम् अत्र लक्षणवाक्यं कृतवन्तः, तत्र अधिकरणस्य महत्त्वं नासीत्, यतोहि अधिकरणं कन्दुकः भवेत् उत्पीठिका भवेत् यत्किमपि भवेत् पत्रं भवेत् तत्र सर्वत्र गुरुत्वमेव पतनस्य कारणमिति कृत्वा तत्र अधिकरणस्य महत्त्वं नास्ति किन्तु यदि एकं गुरुत्वम् एकं पतनम् इति स्वीकुर्मः नाम कन्दुके पतनम् अभवत् इति तत्र अधिकरणस्य अपि उल्लेखः भवितुमर्हति तदा गुरुत्वं समवायसम्बन्धेन कन्दुके अधिकरणे स्थित्वा समवायसम्बन्धेन पतनं जनयति इति वाक्यं भवति अतः इदानीं तत्र वयम् असमवायिकारणम् इति प्रदर्शितवन्तः गुरुत्वं पतनस्य असमवायिकारणमस्ति पतनस्य समवायिकारणं किम् अस्ति पतनस्य समवायिकारणमस्ति कापि वदति वा पतनस्य समवायिकारणं किम् अस्ति कन्दुकः कन्दुकः पतनं कन्दुके समवायसम्बन्धेन अस्ति तर्हि कन्दुकः कन्दुकः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन पतनं जनयति तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन पतनं जनयति कन्दुकः अतः कन्दुकः समवायिकारणमस्ति गुरुत्वम् असमवायिकारणमस्ति असमवायिकारणं समवायिकारणे एव सर्वदा भवति इति विशेषः अतः पतनस्य समवायिकारणं कन्दुकः समवायिकारणे असमवायिकारणम् अस्ति यथा संयोगः कपालद्वयसंयोगः कपाले अस्ति कपालः घटस्य समवायिकारणं तस्मिन् समवायिकारणे असमवायिकारणम् अस्ति इति अत्र अस्तु अतः एतत् सर्वं वयं कृतवन्तः असमवायिकारणं तत्र समवायसम्बन्धेन कार्यमपि समवायसम्बन्धेन अधिकरणम् अस्ति समवायिकारणमेव अस्ति पुनः तत्र समवायिकारणं तादात्म्यसम्बन्धेन अधिकरणे समवायिकारणे कार्यं समवायसम्बन्धेन अधिकरणे नाम समवायिकारणे अत्र कार्यं नाम घटः इति स्वीकुर्मश्चेत् तत्र घटः अत्र कपालः अत्रापि कपालः अत्र कपालद्वयसंयोगः केवलं तत्र एकवारं लिखामिश्चेत् प्रायशः तत्र अस्तु अस्तु तत् समीचीनं नास्ति अस्तु तत्र उदाहरणार्थं घटः इति स्वीकुर्मश्चेत् अत्र समवायिकारणं भवति कपालः कपाल अधिकरणमपि कपालः एव भवति इति प्रथम उदाहरणं समवायिकारणं किम् इति दृष्टवन्तः इदानीं तत्र असमवायिकारणं तत्र कपालद्वयसंयोगः तर्हि अत्र असमवायिकारणम् अत्र समवायिकारणं तत्र केवलं मेलनं तावदेव यत् अस्मिन् चित्रे अस्ति तदेव अन्यरीत्या लिखिता अस्ति तावदेव तत्र एषः भागः समवायिकारणम् एषः भागः असमवायिकारणं तत्र अत्रापि मेलनम् अस्ति अत्रापि तदेव मेलनं तावदेव अतः चिन्ता मास्तु तत्र किमपि नूतनं नास्ति इदानीं तर्हि तत्र एतावत् गुरुत्वं तत्र असमवायिकारणम् इति ज्ञातवन्तः खलु तत्र यत् पूर्वस्मिन् पुटे अस्ति तदेव अत्रापि आचार्य अग्रे गन्तुं शक्नुमः वा आचार्य असमवायिकारणं सर्वदा कन्दुके अस्मिन् समवायिकारणे अस्ति इति वा अत्र असमवायि गुरुत्वम् इति असमवायिकारणं तत्र तत्र असमवायिकारणस्य द्वैविध्यं वर्तते इदानीं मास्तु किन्तु अत्र अत्र असमवायिकारणम् इति तत्र समवायिकारणे अस्ति इति प्रथम नाम प्रथमविध असमवायिकारणमस्ति. अन्यविध असमवायिकारणमपि अस्ति, तत्र इदानीं मास्तु, क्लेशजनकः मास्तु. अतः किन्तु असमवायिकारणमिति जानीमः, प्रथमविध वा द्वितीयविध इदानीं मास्तु, किन्तु असमवायिकारणमिति इति तु अस्ति. अस्तु, अतः इदानीम् अग्रे गच्छामः. तर्हि तत्र गुरुत्वे, तत्र प्रायशः अत्र एकं वाक्यं पूर्वम् अस्ति, तस्य विषये किञ्चित् चर्चा भवति. तत्र करपत्रम् अस्ति, नाम तत्र प्रायशः तस् अत्र अस्ति, अत्र अतः एव अधोदेश तत्र एकवारं तत्र कापि पठेत्. तर्हि तत्र उषा भगिनी पठति वा अथवा नीता भगिनी पठति वा तत्र पतनम् इति आरभ्य एतावत्पर्यन्तम्. पतनं च क्रियाविशेषः येन यद् देशे द्रव्यं वर्तते तदपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति. अत एव अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपम् उच्यते. अस्य असमवायिकारणं तावदेव गुरुत्वं, तावदेव नाम गुरुत्वम् इति पतनस्य असमवायिकारणम् इति अस्माभिः अवगतम् इदानीम्. इदानीं प्रश्नः पतनं नाम किम् इति, नाम गुरुत्वं पतनस्य कारणम् इति अवगतवन्तः. किन्तु पतनं नाम किम्? अत्र किम् उक्तं यत् पतनम् इति क्रियाविशेषः, क्रियायाः विशिष्टा क्रिया, येन किं भवति? यद्देशे द्रव्यं यद्देशे द्रव्यं वर्तते तत् वयं तत् चित्रं वयं कृतवन्तः तत्र. तत्र यद्देशे द्रव्यं वर्तते तदपेक्षया अधोदेशः अधोदेशेन सह द्रव्यस्य संयोगः भवति. इत्युक्ते कन्दुकः किन्तु अधोभागः अधोदेशः गच्छति, अधोदेशसंयोगः अत्र आसीत्. अत्र भित्तिः अस्ति इति चिन्तयतु, अत्र आसीत् संयोगः, किन्तु पतनेन अत्र अस्ति संयोगः. इदानीं नूतनस्तरे अधोभागे संयोगः वर्तते, अतः नूतनस्थाने अतः एव अनन्तरं लिखितमस्ति पतनम् इत्युक्ते किं, पतनस्य स्वरूपं किं. तत् उक्तमस्ति अधोदेशसंयोगजनकः व्यापारः इति पतनम्. अतः तत्र एतत् पदं जानीमः, अधोदेशसंयोगजनकः नाम कारणं, नूतन अधोभागः यः अस्ति तेन सह संयोगः भवति इति जानीमः. तस्य संयोगस्य कारणमस्ति पतनम्. अतः अधोदेशसंयोगजनकः पतनम् इति जानीमः. किन्तु मध्ये व्यापारः इति अस्ति खलु, व्यापारः नाम किम् इति पूर्वम् अस्माभिः दृष्टं, व्यापारः नाम किम्. किन्तु तस्मिन् विषये अत्र तस्य अर्थः कः इति तत्र लघुकरपत्रमस्ति, तं तत् करपत्रं पठामः. अतः तत्र अधोदेशसंयोगजनकः व्यापारः इति तत्र दृश्यते वा? तत्र लघु अस्ति वा? तत्र किं न न दृश्यते, तत् वयम् इन्द्राज् कर्तुं शक्नुमः खलु. अस्तु अस्तु, तर्हि तत्र ब्रह्मणि भगिनी तत्र पठति वा अग्रे? अधोदेशसंयोगजनकः व्यापारः पतनम्. प्रश्नम्, अधोदेशसंयोगजनकः व्यापारः पतनम् इत्यस्मिन् कथने व्यापारः नाम कः? उत्तरं, पतनक्रियायां कश्चन क्रमः पतनप्रक्रियायां कश्चन क्रमो भवति. पूर्वदेशसंयोगः यथा वृक्षः फलयोः आद्यपतनक्रिया विभागः पूर्वसंयोगनाशः उत्तरदेशसंयोगः प्रथमक्रियानाशः द्वितीयपतनक्रियायाः आरम्भः अधः पठामि. अस्मिन् प्रसङ्गे अधोदेशसंयोगजनकः व्यापारः पतनम् इति उक्तम्. अत्र व्यापारः इत्युक्ते क्रिया एव. क्रियायाः लक्षणं संयोग असमवायिकारणं कर्म. संयोगासमवायिकारणं कर्म. तदर्थम् अत्र उक्तं यत् क्षिप्तकन्दुकस्य अधोदेशेन सह यः संयोगः जायते तस्य जनिका पतनक्रिया. यया क्रियया अधोदेशेन सह संयोगः उत्पद्यते सा संयोगजनिका. जनकत्वेन कारणत्वस्य किमस्ति इङ्गितम् तावत्पर्यन्तम्. इदानीं किञ्चित् विवृणोतु. प्रश्नः अस्ति अधोदेशसंयोगजनकः व्यापारः पतनम् इत्यस्मिन् कथने व्यापारस्य को अर्थः व्यापार इति पदस्य. पतनक्रियायां कश्चन क्रमो प्रक्रिया नाम तत्र प्रक्रिया इत्युक्ते यथा वयं तत्र रामेण इति पदस्य निर्माणे प्रक्रिया का इति वदामः खलु. नाम केन सूत्रेण तत्र सोपानानि भवन्ति, रामः इति प्रातिपदिकं स्वीकृत्य तत्र एतस्य प्रतीयस्य योजनेन एतद् भवति, तदनन्तरम् एतस्य एतेन सूत्रेण एतत् रूपं भवति, अतः प्रक्रिया इति भवति खलु. अत्र प्रक्रिया पतनस्य प्रक्रिया. पूर्वदेशसंयोगः यथा वृक्षः फलयोः वृक्षफलयोः. तर्हि आदौ तत्र संयोगः भवति, नाम वृक्षः फलम् एतावत् वृक्षे अस्ति, इदानीं कदाचित् पतति खलु. पतनात् प्राक् तत्र संयोगः अस्ति फलस्य वृक्षस्य वृक्षयोः. आद्यपतनक्रिया यदि पक्वः भवति फलं तदा पतनम् आरभ्यते. आद्यपतनक्रिया भवति. आद्यपतनम् अस्माभिः असमवायिकारणम् इदानीं चिन्तितं किल, इदमेव आद्यपतनम्. न एतावत् वयं पतनस्य कारणं गुरुत्वम् इति चिन्तितं. पतनस्य आद्यपतनस्य असमवायिकारणं गुरुत्वम् इति एतावत् चिन्तितं खलु. अस्तु अग्रे. तर्हि आद्यपतनक्रिया अग्रे विभागं जनयति. क्रिया विभागं जनयति, समीचीनं. पुनः विभागस्य कारणेन पुनः पूर्वसंयोगस्य नाशः भवति. विभागेन पूर्वसंयोगस्य तस्य संयोगस्य नाशः भवति. अनन्तरं अनन्तरं विभागस्य कारणेन नूतन देशस्य संयोगः भवति. तर्हि उत्तरदेशसंयोगः विभागस्य कारणेन पूर्वसंयोगनाशः भवति. पूर्वसंयोगनाशः भवति. अनन्तरं उत्तरदेशसंयोगः भवति, उत्पत्तिः तस्य उत्पत्तिः भवति. तर्हि उत्तरदेशसंयोगः यद्भवति तद्भवति प्रथमक्रिया. तदनन्तरं देशसंयोगेन प्रथमक्रिया नाशः भवति. संयोगस्य अनन्तरं तत्र प्रथमक्रियायाः नाशः भवति. तदनन्तरं प्रथमक्रियायाः प्रथमक्रिया आसीत् आद्यपतनम् इति सम्यक् आद्यपतनं सत्यं हा तर्हि आद्यपतनम् अत्रापि अस्ति अस्मिन् समये अपि अस्ति अस्मिन् समये अपि अस्ति एतावत् अस्ति पतनक्रिया तदनन्तरं तत्र संयोगः नश्यति तदनन्तरं प्रथमक्रिया अपि नश्य नूतनदेशसंयोगः भवति तदनन्तरं प्रथमक्रियायाः नाशः भवति तदनन्तरं आरभ्यते इति वयं दृष्टवन्तः प्रक्रिया अस्तु इदानीम् अस्मिन् प्रसङ्गे अधोदेशसंयोगजनकः व्यापारः पतनम् इति उक्तम् अस्मिन् अस्मिन् प्रसङ्गे एव नाम एतादृशी स्थितिः या अस्ति तस्यामेव तत्र व्यापारः इति उक्तं खलु तर्हि अधोदेशसंयोगजनकः व्यापारः अत्र व्यापारः इत्युक्ते क्रिया एव क्रियायाः लक्षणम् अत्र व्यापारः इति व्यापारः कः इति वयं पूर्वं दृष्टवन्तः प्रायशः अग्रिमे वर्गे पुनस्मरणं कुर्मः अतः अत्र व्यापारः नाम क्रिया एव इति क्रियायाः लक्षणं संयोग असमवायिकारणं कर्म संयोगस्य असमवायिकारणं कर्म तादृशं कर्म एव क्रिया संयोगस्य असमवायिकारणं कर्म वा तर्हि कर्म इति अत्र व्यापारः नाम एकवारं पठतु तदनन्तरं चित्रं सर्वं लिखामः अत्र उक्तं यत् चित्तकन्दुकस्य अधोदेशेन सह यः संयोगः जायते तस्य जनिका पतनक्रिया यया क्रियया अधोदेशेन सह संयोगः उत्पद्यते सा संयोगजनिका जनकत्वेन कारणत्वस्य इङ्गितम् जनकत्वं नाम कारणत्वम् एव खलु यदि कारणत्वं वदामः अथवा जनकत्वं वदामः समानमेव एवं जन्यं नाम कार्यमस्ति अत्र चित्रलेखनम् आवश्यकं वा चित्रलेखनं लिखामः लिखामः लिखामः किन्तु कस्य लेखनम् इति प्रथमतया तस्य अवगमनं भवेत् अतः तत्र किं विषयः अस्ति अत्र व्यापारस्य चिन्तनं किल किन्तु अत्र व्यापारः इति अपि क्रिया एव पतनक्रिया एव तर्हि पतनम् अधोदेशसंयोगजनकः इति अस्ति तर्हि क्षिप्तकन्दुकस्य अधोदेशेन सह यः संयोगः जायते तस्य जनिका पतनक्रिया नाम उत्तरदेशसंयोगः तदेव अधोभागे अस्ति अधोभागभागेन सह संयोगः अतः तस्य कारणमस्ति पतनक्रिया अतः पतनक्रिया उत्तरदेशसंयोगं जनयति अत्र अतः अत्र संयोगस्य असमवायिकारणं कर्म इति उक्तं तर्हि तत्र चित्रं कीदृशं भवति तत्र कार्यमस्ति अधोदेशसंयोगः तर्हि तत्र अधोदेशसंयोगः अधोदेशसंयोगः अपि तत्र पतनक्रिया तर्हि अधिकरणं किम् अस्ति अत्र अधोदेशसंयोगस्य अधिकरणं प्रथम किन्तु तत्र उदाहरणं किम् अस्माकं चिन्तनं किम् अस्ति किम् उदाहरणं स्वीकुर्मः फलम् अस्तु फलम् इति स्वीकुर्मः अस्तु फलं तत्र वृक्षात् पतति इति अस्तु तर्हि फलं तर्हि अधोदेशसंयोगः फले पतनमपि फले तर्हि तत्र अधोदेशसंयोगः केन सम्बन्धेन फले अस्ति अधोदेशसंयोगः फले समवायसम्बन्धेन समवायसम्बन्धेन अस्ति अधोदेशसंयोगस्य समवायिकारणं किम् अस्ति? समवायिकारणं तत्र अधोदेश कार्यता अस्ति किल, कार्यता न, किन्तु हा किन्तु संयोगस्य समवायिकारणं किम् अस्ति? संयोगस्य समवायिकारणम् अधोदेश संयोग नाम घटरूपम् अस्ति, तस्य नीलघटः अस्ति इति चिन्तयतु. तत् संयोगः तु फले गुण अस्ति. अस्तु, अतः समवायिकारणं किम् अस्ति? अहं न अवगच्छामि प्रश्नं, न अवगच्छामि. नाम अधोदेशसंयोगस्य समवायिकरणम् असमवायिकरणं समवायिकरणं किम् अस्ति? पतनं न पतनमिति समवायिकरणं नास्ति. तत्र कारणमिति जानीमः इति उक्तं, किन्तु संयोगः गुणस्य गुणस्य तर्हि घटरूपं किं कः तर्हि गुणिनः कः नाम? अस्तु भगिनि, तत्र तत्र घटः अस्ति, रक्तवर्णघटः इति चिन्तयतु. तर्हि घटे रक्तरूपम् अस्ति, रूपमिति गुणः खलु. तर्हि रूपस्य समवायिकरणं किम् अस्ति घटरूपस्य? घटरूपस्य समवायिकरणं किम् अस्ति? गुणस्य समवायिकरणं किम् अस्ति? घटः अत्र किं भगिनि? घटः एव. घटः एव, उत्तमं. तर्हि गुणस्य आश्रयः एव तत्र समवायिकारणं. तर्हि संयोगः इति गुणः खलु, तस्य अधिकरणं किम् अस्ति? फलं. फलं, फलमेव समवायिकारणं. संयोगस्य समवायिकारणं फलमेव. फले विद्यमानं रूपं तस्य कारणमपि फलं. तत्र यः कोऽपि गुणः फले अस्ति तस्य समवायिकारणं फलमेव खलु. संयोगः अपि गुणः, तस्य अधिकरणं फलम्, अतः फलमेव समवायिकारणम्. अतः तत्र संयोगः समवायसम्बन्धेन फले वर्तते, पतनम् इति क्रिया, अतः अपि अधिकरणे समवायसम्बन्धेन अस्ति, अतः पतनम् इति असमवायिकारणं भवति अधोदेशसंयोगस्य खलु. यतोहि अत्रापि समवायसम्बन्धः, अत्रापि समवायसम्बन्धः, अतः असमवायिकारणं. कार्यता कुत्र अस्ति अस्मिन् उदाहरणे? अत्र कार्यता पतनं, पतनम् इति कारणं. तर्हि पतने कारणता अस्ति, संयोगः इति कार्यं, तर्हि संयोगे कार्यता. तर्हि तत्र वाक्यं वदामश्चेत्, तर्हि तत्र चन्द्रमती भगिनी वाक्यं वदति वा, तत्र कार्यता कीदृशी? संयोगे कार्यता अस्ति, सा कार्यता कीदृशी? पतननिष्ठ कायदानिरूपित कारणतायाः आश्रयः समवायसम्बन्धनिष्ठ कारणतायाः आश्रयः कन्दु. न भगिनि क्षम्यताम्. अस्तु, तर्हि तत्र कार्यं किं, कारणं किम् इति प्रथमं. कार्यं पदनं. न इदानीं कारणम् अस्ति, अत्र किम् उक्तं? क्षिप्तकन्दुकस्य पदनक्रिया कारणं. अत्र पठतु एकवारं. तत्र चित्रे तत्र पतनस्य उपरि लिखतु कारणता. अस्तु अस्तु अस्तु अस्तु. किन्तु लिखामि चन्द्रमती भगिनी, किन्तु एतत् पठतु अत्र. तदर्थं तदर्थम् अत्र उक्तं यत् क्षिप्तकन्दुकस्य अधोदेशेन सह यः संयोगः जायते तस्य जनिका पदनक्रिया पदनक्रिया अधोदेशेन सह संयोगः उत्पद्यते सा संयोगजनिका जनकत्वेन कारणत्वस्य इङ्गितम् नाम संयोगं संयोगं संयोगस्य कारणम् अस्ति पतनक्रिया पतनम् एव कारणम् पतने कारणता अस्ति अधोदेशसंयोगे कार्यता अस्ति इदानीम् अस्तु पूर्वं तत्र गुरुत्वम् अपि पूर्वं गुरुत्वं पतनम् इति आसीत् तद्भिन्नम् इदानीं नूतनं नूतनं नूतनप्रसङ्गः अत्र पतने कारणता अस्ति अधोदेशसंयोगे कार्यता अस्ति पतनं केन सम्बन्धेन फले अस्ति पतनं समवायसम्बन्धेन फले अस्ति हा उत्तमम् अस्तु संयोगः अधोदेशसंयोगः फले केन सम्बन्धेन तदपि समवायसम्बन्धेन समवायसम्बन्धेन उत्तमं संयोगः इति गुणः समीचीनं हा इदानीं कार्यता कीदृशी इति वदतु हा तर्हि पतननिष्ठ पतननिष्ठ समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित कारणता तत्र कार्यता कीदृशी इति वदति वा अथवा कारणता कीदृशी इति समवायसम्बन्ध अवच्छिन्न अधोदेश संयोगनिष्ठ कार्यतायाः आश्रयः न न तत्र प्रथमं वदतु किं लक्ष्यं किम् इति किं वक्तुमिच्छति कार्यता कीदृशी अथवा कारणता कीदृशी किं वक्तुमिच्छति भवती कारणता अस्तु कारणता कीदृशी इति वक्तुमिच्छति अस्तु तर्हि तर्हि अधोदेश अथवा समवायसम्बन्ध आवश्यकम् इति समवायसम्बन्ध अवच्छिन्न अधोदेशसंयोगनिष्ठ कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न पतननिष्ठ कारणता अस्ति उत्तमं कारणता अस्ति अथवा कारणता पतने अस्ति तदपि समीचीनम् उत्तमं अस्ति इति अस्ति समीचीनम् अतः तत्र यथा वयं पूर्वं कृतवन्तः तदेव अस्ति अत्रापि अस्तु अग्रे सरामः तर्हि अग्रे तर्हि तत्र उषा भगिनी अग्रे पठति वा उपरितनप्रक्रियाम् इति उपरितनप्रक्रियां संयुक्त उपरितनप्रक्रियां सम्यक्तया वीक्षितम् ओके अत्र उपरितनप्रक्रियां सम्यक्तया वीक्षिताम् अत्र बोध्यं उपरितनप्रक्रियां सम्यक्तया वीक्षताम् ओके अत्र बोध्यं यत् आद्यपतनक्रिया विभागात् साक्षात् पूर्वं तस्य कारणं च ओके आद्यपतनक्रिया विभागात् साक्षात् पूर्वं तस्य कारणं च ओके सत्यं विभागं प्रति आद्यपतनक्रिया कारणम् किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति किल किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति पूर्वसंयोगनाशः एव साक्षात् पूर्वम् अस्ति ओके कारणपरिष्कारविषये अस्माभिः अधीतं यत् किञ्चन कस्यचित् कारणं कारणम् इति निर्धारयितुम् तेन कार्यादिकारणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम्. कार्यम् प्रति कारणस्य नियतपूर्ववृत्तित्वम् भवेत्. ओके, अत्र बोध्यम् यत् आद्यपतनक्रिया विभागात् साक्षात् पूर्वम् आद्यपतनक्रिया विभागात् साक्षात् पूर्वम् आम् तस्य कारणं च. ओके, आद्यपतनक्रिया एव विभागः जनयति, कारणं जनयति, अतः विभागस्य कारणं कारणं सत्यं. विभागं प्रति आद्यपतनक्रिया कारणम्. ओके, किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति. आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति. आद्यपतनक्रिया विभागः एव जनयति. विभागः पूर्वसंयोगनाशः जनयति. पूर्वसंयोगनाशनाशेन नाशस्य अनन्तरमेव नूतनदेशसंयोगः उत्तरदेशसंयोगः प्राप्यते. अत्र नाम अत्र कार्यकारणभावः अस्ति. नाम एषा प्रक्रिया विभागं जनयति, पुनः विभागः संयोगनाशः जनयति. अत्रापि कार्यकारणभावः सम्बन्धः अस्ति. किन्तु एतस्य पूर्वसंयोगस्य नाशः अपि तत्र नाश यदा भवति तदा एव उत्तरदेशसंयोगः भवति. तत्तु सत्यं, तत्तु सत्यं. किन्तु तत्र साक्षात् कारणम् इति न वक्तुं शक्नुमः खलु. तत्र किञ्चित् कारणम् इति अस्ति, किन्तु एतेन नाशेन एव तत्र उत्तरदेशसंयोगः भवति इति तादृशम् अपि वक्तुं शक्नुमः. किन्तु तत्र यथा अत्र स्पष्टमस्ति तादृशम् अत्र नास्ति खलु. तत्र अन्यत् एव तत्र किन्तु अस्तु, किन्तु तद् त्यजामः. किन्तु मध्ये उत्तरदेशसंयोगः अपि आद्यपतनक्रिया मध्ये विभागः अस्ति, पूर्वसंयोगनाशः अपि मध्ये अस्ति. आम् आम्. कार्यकारण कार्य कारणपरिष्कारविषये कारणपरिष्कारविषये अस्माभिः अधीतं यत् किञ्चन कस्यचित् कारणम् इति निर्धारयितुं केन कार्यादिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम्. आम्, वयं पूर्वं दृष्टं अस्मिन् वर्गे अपि अस्मिन् वर्गे अपि पूर्वमुक्तं कारणम् इति निर्धारयितुं शक्यते चेत् तत् कारणं कार्योत्पत्तेः पूर्वक्षणे अत्र भवेत् इति. कार्यस्य अधिकरणे पूर्वक्षणे भवेत् इति. हा, कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं भवेत्. आम्, तत्र नियतपूर्ववृत्तित्वं नाम किम्? पूर्वक्षणे कारणं, पूर्वक्षणे तत् कारणं तत्र एव अत्र सेम् अधिकरणे भवेत् इति. हा, अपि नियत नाम तत्र निश्चयेन तद् भवेत्. नियतपूर्ववृत्तित्वं नाम कार्यस्य अनन्तरं कारणं कदापि न भवति खलु. आम् आम्. अस्मिन् क्षणे कार्यमस्ति, क्षणानन्तरं कारणं तस्य उत्पत्तिः भवति इति न. प्रथमं कारणं तदनन्तरमेव कार्यम्. अतः कारणं तत्र कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं, पूर्वमेव कारणं वर्तते, कार्यात् प्राक् एव कारणं भवेत् इति इति अस्ति. अस्तु, समीचीनं, धन्यवादः भगिनि. अग्रे नीता भगिनि. अतः अतः उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया कारणं न स्यात्. यया रीत्या कुलालस्य पिता घटं प्रति अन्यथा सिद्धः, तया एव रीत्या उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथा सिद्धा स्यात्, यतोहि साक्षात् पूर्वम् इयं क्रिया न घटिता. परन्तु तथा नास्ति. यथोक्तं क्रियायाः लक्षणं संयोग असमवायिकारणं कर्म, विभागं प्रति संयोगं प्रति च क्रियायाः असाधारणकारणत्वं स्वीकृतम् अस्ति. अतः तत् उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया कारणं न स्यात्. यथा वयं दृष्टवन्तः तत्र कारण तत्र त्रयः लक्षण त्रीणि लक्षणानि उत्पत्तेः पूर्वक्षणे भवेत् इति तत् कार्यं प्रति कारणं पूर्वस्मिन् परिच्छेदे यत् वयं दृष्टवन्तः कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं भवेत्. अधुना अत्र वयं पश्यामः चेत् उत्तरदेशसंयोगं तत् उत्तरदेशसंयोगः उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया कारणं न स्यात्. यतोहि तत् आद्यपतनक्रिया अनन्तरं विभाग अनन्तरं पूर्वसंयोगनाश अनन्तरम् उत्तरदेशसंयोग अतः तत् आद्यपतनक्रिया इति कारणम् उत्तरदेशसंयोगं प्रति न इति. अधुना तत्र उदाहरणं दत्तमस्ति कुलालः कुलालस्य पिता कुलालः घटं जनयति परन्तु कुलालस्य पिता तत् कारणं न भवितुम् अर्हति इत्युक्ते तत्र नाम वयं तत् न स्वीकुर्मः नाम कुलालस्य अन्यथा सिद्धः नाम कुलालं प्रति कुलालस्य पिता कारणमस्ति कुलालः घटं प्रति कारणमस्ति किन्तु कारणस्य कारणं तत् कारणमिति न स्वीकुर्मः. नास्ति नास्ति अतः कुलालस्य पिता घटस्य कारणं न भवितुम् अर्हति. तथैव उत्तरदेशसंयोगं प्रति आद्यप्रत्वतनक्रिया कारणं न भवितुम् अर्हति इति यतोहि साक्षात् पूर्वम् इयं क्रिया न घटिता साक्षात् पूर्वं न घटिता अतः कारणं न भवितुम् अर्हति. परन्तु अग्रिमे तद् दत्तमस्ति परन्तु तथा नास्ति इति दत्तमस्ति यथोक्त क्रियायाः लक्षणं संयोगसमवायिकारणं कर्म क्षम्यताम् संयोग असमवायिकारणं कर्म क्रियायाः लक्षणं यत् पूर्वे वयं तत्र वाक्यमस्ति खलु क्रियायाः लक्षणं संयोग असमवायिकारणं कर्म क्रियायाः लक्षणं किं संयोग असमवायिकारणं कर्म इति इत्युक्ते तत्र विभागं प्रति संयोगं प्रति च क्रियायाः असाधारणकारणत्वम् अस्ति. विभागं प्रति संयोगं प्रति च तत् क्रियायाः असाधारणकारणत्वं विभागं प्रति अपि अस्ति क्रियायाः असाधारणकारणत्वं संयोगं प्रति अपि अस्ति तत् अस्माभिः स्वीकृतमस्ति. हा तत्र किमर्थम् इति अग्रे उच्यते किन्तु आद्यपतनक्रिया विभागमपि जनयति तस्य असमवायिकारणमस्ति अपि पुनः आद्यपतनक्रिया उत्तरदेशसंयोगं प्रति अपि असमवायिकारणम् अस्ति तत् कथम् इति अग्रे तत्र पश्यामः अग्रिमवर्गे पश्यामः. किन्तु तत्र कश्चन विशेषः वर्तते तत्र व्यापारः इति अतः एव तत् कथम् इति तत्र लघुकरपत्रमेव अतः चिन्ता मास्तु तत्र बहु किमपि यथा अस्माकं करपत्रं तत्र दीर्घं भवति इति नास्ति तत्र पुटद्वयमेव तदनन्तरं पुनः विद्याधरी ग्रन्थं पठामः. अस्तु तर्हि करपत्रस्य अध्ययनम् उपयुक्तमस्ति बहु उपयुक्तमस्ति तत् अवश्यम् अवश्यकमस्ति सत्यं भगिनि. अस्तु तर्हि आचार्य अत्र आद्यपतनक्रिया तथा उत्तरदेशसंयोगः एतयोः एककालिक नास्ति किल सम्बन्धः एकस्मिन् काले न भवति किल. हा इति एव तत्र भ्रमः सत्यं भगिनि अतः तत्र किञ्चित् चिन्तनम् आवश्यकम् इति सत्यं सत्यं भगिनि अतः तत्र किञ्चित् चिन्तनं कृत्वा तत्र भवति वा इति तस्मिन् विषये चिन्तनं भवति. हा सत्यं भगिनि अतः अग्रिमे वर्गे द्रक्ष्यामः तत्र कथम् इति. अस्तु समीचीनमस्ति प्रश्नः समीचीनः. अस्तु तर्हि अत्रैव विरमाम अग्रिमवर्गे तर्हि मिलामः. धन्यवादः नमस्कारः अग्रिमवर्गे धन्यवादः नमस्कारः.